पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 202 देवल उवाच शृणुष्वभो महाप्राज्ञ दिलीपस्य महीपतेः कथां दिव्यां विचित्रां च शृणुतां पापनाशिनीं वैवस्वतमनोर्वंशे दिलीपो भूभुजाम्बरः आसीत् प्राचीन बर्हिस्तु स्वायम्भुव मनोरिव सदु धर्मभृतां श्रेष्ठो धर्मेण प्रतिपालयन् महीं महीपतिर्लोकान् गुणैराद्धैररञ्जयद मगधाधिपदेः पुत्री महिषी तस्य भूपतेः सुदक्षणाख्यया ख्याता शची वासी दिवस्पतेः गदे महदिकाले तु महिष्यां ना भवत्सुतः दध्याविधि निजस्वान्ते स सम्राट् कोशलाधिपः रत्नाकर सुमेर्वादि नगररत्नैर्विराजितम् धृतं भुवलयं दोषो भूषायै नाप्रजस्य मे वर्गत्रयी यथा कालं सेविता न विरोधिता तथापि मेन पत्यस्य न सौख्यं विद्यते हृदि यज्ञैराराधितो विष्णुरिन्द्राद्याश्च सुरोत्तमाः दीर्घिकारामकूपाश्च कारिता सर्वतो भुवि गोभूहिरण्यवासोभिषड्रसान्वितभोजनैः विप्रा अदिधयश्चैव भक्रिया सन्तोषिता मया प्रत्यर्थं पृथिवीपालानुधृत्य युधिधर्मदः धनेन महदा कोशो मया हि बहुलीकृतः उन्मार्गकामिनो मत्ता निजधर्मविलङ्घिनः विमुखपितृदेवेभ्यो दण्ड्यास्ते दण्डिता मया पञ्चपर्वसु वैष्णव्यां रवौ पित्र्ये च कर्मणि दशम्यैकादशी तिथ्योर्न स्त्रीसेवा कृता मया ऋतुकालावधौ स्नादां स्वस्त्रियं नाहमत्यजम् अनृतावपि तद्योग्ये काले चेत् प्रार्थितस्तया तदा तस्यां सकामिन्यां सकामं रमिदं मया एवं धर्मार्थकामामे यथाकालं निषेविताः महिष्यां केन दोषेण जायते मेन संततिः अतीतानागतज्ञानो वसिष्ठो गुरुरेवनः कथयिष्यन्ति तं दोषं यन्मे पुत्रो न जायते देवल उवाच इत्यालोच्य स भूपालो गमिष्यन्नाश्रमं गुरोः मन्त्रिश्वारोपयामास कोशलामृद्धि कोशलाम् अध प्रजासृजं देवं पूजयित्वाश्रमं गुरोः प्रतस्तादे पुत्रकामौ दम्पती तौ शुभेहनि कदिचिद्वासरैर्मार्गमुल्लङ्घ्यैकरथे स्थितौ तौ दम्पती गुरोः सायमाश्रमं प्रापदुशुभं वैश्वदेवान्तसम्प्राप्तातिथिसत्कारकृन्मुनिं हुदाशन हुदद्रव्य प्रसरधूममालया पवित्रयन्तमात्मस्थान्मुनीनां गन्धुकानपि मृगैर्दुर्वा प्रदानौक प्रपूर्णोदरमन्धरम् अभ्यागच्छद्भिरभितो मण्डपं स मृगीगणैः वासवृक्षमिलत्पक्षि कुलकोलाहलाकुलं परस्परविनिर्मुक्तवैरव्याघ्रमृगादिकं जपध्यानपरर्षीणां क्षणश्रान्तश्रुतिध्वनिम् अनध्ययन कालोद्ध क्रीडारक्तकुमारकं तस्मिन् वसिष्ठमद्राष्टां दम्पतीतौ कृतक्रियम् भृश्यां निषणमव्यग्रमरुन्धत्योपसेवितं स ववन्दे गुरोः पादौ महिषी सा च तस्त्रियः आशिषा गुरुरप्यनं युयोजारुन्धती च ताम् अतिथिं तमदाभ्यर्च्य मधुपर्कादिभिर्गुरुः अर्हणैरर्हदां श्रेष्ठो वसिष्ठ इति पृष्टवान् वसिष्ठ उवाच भो भो भूमिभृदां श्रेष्ठ राज्ये कुशलमस्ति ते कुले च कच्चिल्लोके च निजधर्मानुवर्तिनि धर्मेण पालिता कच्चित्त्वया वीरवसुन्धरा संवर्ध यदि ते कोशं धर्मधीरिवसात्विकी तव जानपदा राजन् पौराश्च स्थितिमात्मनः सारवन्दो विमुं चन्दि कच्चिन्नाम्बुधयो यथा स्नेहेन साहचर्येण सह वासतया प्रभो लक्ष्मीनारायणायेदे कच्चित्ते पुरदम्पती काम्यव्रतानि राजेन्द्रप्रजानां सगरे तव फलन्ति वाञ्छितं कच्चित् धरिचन्दनवद्दिवि देवल उवाच पृष्ट्वैवं स मुनिश्रेष्ठो वसिष्ठो मुनिपुङ्गवः योगप्रभावोपनतैर्नृपं भोज्यैरभोजयत अरुन्धती च तां राज्ञीं बह्वादरसमन्विता नानाव्यञ्जनपक्वान्नैरभोजय दुदारधीः कृतभोजनमासीनं स्वस्थस्वस्थं मुनिर्नृपं पुनः पप्रचसं गृह्य पाणिना पाणिमानदं वसिष्ठ उवाच सप्ताङ्गसंयुधं राज्यं निजधर्मरथप्रजं प्रीतबन्धुजनामात्यं शस्त्रास्त्रविधिवद्भटं पश्यमित्रं कृदामित्रं कृष्णार्चापरमानसं यस्यास्ति नृपते राज्यं स्वर्गराज्येन तस्य किं इक्ष्वाकुवंशराजानः पुत्रानुत्पाद्य धार्मिकाः राज्यं च तेषु विन्यस्य प्रपन्नास्तपसि प्रभो त्वं युवा दृष्टपुत्रास्यो नाधिकारी तपोविधौ किमर्थमागतो ह्यत्र राज्यं त्यक्त्वा तथाविधं राजोवाच ब्रह्मन्नाहं तपः कर्तुमागतस्तावकाश्रमे स्वर्गकामनया त्यक्त्वा राज्यमत्र तथाविधं ब्रह्मन् सत्यमिदं चोक्तं भवता यत्तपोवनं राज्यमारोप्य पुत्रेषु प्राप्ता इक्ष्वाकुवंशजाः न तैस्त्यक्रं महीराज्यमिदं स्वर्गगदैरपि तन्मूर्तिरस्यां विमनास्तिष्ठति ह्येव सन्ततिः यथा बाल्यं गतं ताद यौवनं च समागतं यास्यत्यदोऽपि च तथा जरा प्येष्यति निश्चितं जरसोनतरं मृत्युः पुरुषस्य न संशयः मृत्युं गते मयि ब्रह्मन्विनातनय सम्भवं कस्येदं जगति राज्यं भविष्यति गुरो वद तस्मादपत्यहीनस्य राज्येऽपि मम तिष्ठतः ममत्वं विद्यते नात्र पुरस्तात्तदभावतः वर्गत्रयस्य वै सम्यक् संवेत्ता त्वं गुरो मम केन दोषेण मे पुत्रो जायते न तपोनिधे ध्यानेन दोषमालोक्य तं गुरो कथयाशु मे तस्य प्रतिक्रियां कुर्यां श्रुत्वा सन्तानलब्धये देवल उवाच इत्याकर्ण्यवसिष्ठस्तु वचस्तस्य महीपतेः उवाच सन्ततिस्तम्भहेतुं वीक्ष्य समाधिना वसिष्ठ उवाच त्वं पुरा राजशार्दूल संसेव्यसुरनायकं स्नादामिमां वधूं स्मृत्वा चलितो निजमन्दिरं गच्छतस्त्वरया तात सन्तानोत्कण्ठितस्य ते आसीत् सुरतरोर्मूले कामधेनुस्थिता पद्धि उत्पादिता त्वया तस्या पूज्याङ्घ्रिरजसोऽतिरुट प्रदक्षिणनमस्कार सदाचारमकुर्वता सा च पत्वामधिक्रोधात् पुत्रो नोत्पद्यते तव मम सन्तानशुश्रूषां यावत् त्वं न करिष्यसि गच्छं स्त्वमृदुदानाय त्वरया सुतकामुकः तन्मना नाशृणोशापं नयं ताक्षनिनादनः तस्या सुधा सुधां धेनुं नन्दिनीं ससुधां मम आराधया नया वध्वा सार्धं सा दास्यते सुधं देवल उवाच इत्युक्तवदि तत्रर्षौ वसिष्ठे साधुनन्दिनी तपोवना समायादा वत्सस्नेहस्नुदस्तनी तां दृष्ट्वा हृष्टहृदयो वसिष्ठो मुनिपुङ्गवः उवाच भूपतिं भूयो दर्शयित्वा च नन्दिनीं वसिष्ठ उवाच राजन् समागता ह्येषा स्मृतमात्र शुभाह्वया अदो विद्धि समीपस्थां कार्यसिद्धिमिहात्मनः आराधितानुगत्ययं त्वयारण्ये तथाश्रमे वध्वा प्रसादात्ते पुत्रं दास्यते नात्र संशयः यथा नाभिभवेदेनां जन्तुकश्चिद्वनोद्भवः तथा चारय राजेन्द्र वने हिंस्रो धनुर्धर देवल उवाच तथेदि लघुवादिने नृपदये स्नुषायैज सक्षपाशयनहेतवे सदुडजं ददौ तापसः स तत्र सहभार्यया समधिशय्यदर्भास्तृदां महीमगमयन्निशां नियतमानसो विस्पतिः इति श्रीपाद्मे महापुराणे उत्तरखण्डे कालिन्दीमहात्म्ये द्व्यधिकद्विशततमोऽध्यायः ॐ